पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 27 भीष्म उवाच तडागारामकूपेषु वापीषु नलिनीषु च विधिं वदस्व मे ब्रह्मन् देवतायतनेषु च के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेद् दक्षिणा बलय कालस्थानमाचार्य एव च द्रव्याणि कानि शस्तानि सर्वमाचक्ष्वसुव्रत पुलस्त्य उवाच शृणु राजन्महाबाहो तडागादिषु यो विधिः पुराणेष्विधिहासोऽयम् पठ्यदे राजसत्तम प्राप्यपक्षं शुभं शुक्लं सम्प्राप्ते चोत्तरायणे पुण्येह्नि विप्रहैकथिते कृत्वा ब्राह्मणवाचनम् अशुभैर्वर्जिते देशे तडागस्य समीपतः चतुर्हस्तां समां वेदीं चतुरस्रां चतुर्मुखीं तथा षोडशहस्तस्यान्मण्टपश्च चतुर्मुखः वेद्यास्तु परिदो गर्ता रत्निमात्रास्त्रिमेखलाः नव सप्ताधवा पञ्च ऋजुवक्त्रा नृपात्मजा वितस्तिमात्रा यो निस्यात् षट् सप्ताङ्गुलिविस्तृता गर्ताश्च हस्तमात्रा स्युस्त्रिपर्वोच्छ्रुतमेखलाः सर्वतस्तु सवर्णा स्युः पताकाध्वजसंयुताः अश्वद्धो दुम्बरप्लक्षवडशाखा कृतानि तु मण्डपस्य प्रतिदिश्यं द्वाराण्येतानि कारयेद् शुभास्तत्राष्टहोदारो द्वारपालास्तथाष्ट वै अष्टौ तु जापका कार्या ब्राह्मणा वेदवारगाः सर्वलक्षणसम्पूर्णान्मन्त्रज्ञान्विजितेन्द्रियान् कुलशील समायुक्तान् स्थापयेद्वै द्विजोत्तमान् प्रतिगर्तेषु कलशा यज्ञोपकरणानि च व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरं ततस्त्वेनेकवर्णास्युर्बलयः प्रतिदैवतम् आचार्य प्रक्षिपेद्भूमा वनुमन्त्र्य विचक्षणः अरत्निमात्रो यूपस्यात् क्षीरवृक्षविनिर्मितः यजमानप्रमाणो वा संस्थाप्यो भूदिमिच्छत हेमालं करिणकार्या पञ्चविंशति ऋत्विजः कुण्डलानि च हैमानि केयूरकटकानि च तथाङ्गुलिपवित्राणि वासांसि विविधानि च दद्यात् समानि सर्वेषामाचार्ये द्विगुणं स्मृतं दद्याच्छयनसंयुक्तमात्मनश्चापि यत्प्रियम् सौवर्णौ कूर्ममकरौ राजतौ मत्स्यदुण्डुभौ ताम्रौ कुम्भीरमण्डूका वायसशिंशुमारकः एवमासाद्य तत्सर्वमादावेव विशाम्पदे शुक्लमाल्याम्बरधरशुक्लं गन्धानुलेपनः सर्वौषध्युदकैः सर्वैष्णापिदो वेदपारकैः यजमानसपत्नीकपुत्र पौत्रसमन्वितः पश्चिमद्वारमासाद्य प्रविशेद्यागमण्डपम् ततो मङ्गलशब्देन भेरीणां निःस्वनेन च रजसामण्डलं कुर्यात् पञ्चवर्णेन तत्त्वविद षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखं चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनं वेद्याश्चोपरितः कृत्वा ग्रहान् लोकपदींस्ततः सम्यसेन्मन्त्रतः सर्वान् प्रदिदिक्षु विचक्षणः कलशं स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितम् ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः विनायकं च विन्यस्य कमलामम्बिकां तथा शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्तदः पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् कुम्भांश्च रत्नगर्भांस्तान् वासोऽभिपरिवेष्टयेद पुष्पगन्धैरलङ्कृत्य द्वारपालान् समं ततः यजध्वमिति तान् ब्रूयादाचार्यमभिपूजयेद् बृहृचौ पूर्वदस्ताप्यौ दक्षिणेन यजुर्विधौ सामगौ पश्चिमे स्थाप्या उत्तरेण अथर्वणौ उदङ्मुखो दक्षिणदो यजमान उपाविशेद यजध्वमिति तान् ब्रूयाद्याजकान् पुनरेवतान् उत्कृष्टमन्त्रजाप्येन तिष्ठध्वमिति जापकान् एवमादिश्य तान् सर्वान् संधुक्ष्याग्निं समन्त्रविद जुहुयादाहुदीर्मन्त्रैराज्यं च समिधस्तथा ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे शान्तिसूक्तं च रौद्रं च पावमानं च मङ्गलम् जपेच्च पौरुषं सूक्तं पूर्वदो बृह्वचः पृथक् शात्रं रौद्रं च सौम्यं च कौष्माण्डं जातवेदसं सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम् शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च वामदेव्यं बृहत्साम रौरवं च रथन्तरं गवाम्रतं विकीर्णं च रक्षोघ्नं च यमं तथा गायेयुः सामगाराजन् पश्चिमद्वारमाश्रिताः आधर्वणाश्चोत्तरतः शान्तिकं पौष्टिकं तथा जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुं पूर्वेद्युरभिदो रात्रावेवं कृत्वाधिवासनं गजाश्वरथवल्मीकसङ्गमाद्व्रजगोकुलाद् मृदमादाय कुम्भेषु प्रक्षिपेदोषधीस्तथा रोचनां च स सिद्धार्थां गन्धान् गुग्गुलुमेव च स्नापनं तस्य कर्तव्यं पञ्चगम्यसमन्वितं पूर्वं कर्तुर्महामन्त्रैरेवं कृत्वा विधानदः अधिवाह्यक्षपामेवं विधियुक्तेन कर्मणा ततः प्रभाते विमले संजादेदु शतं गवां ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः पञ्चाशद्वाध षट्त्रिंशत् पञ्चविंशति वा पुनः ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने वेदशब्दैः सगन्धर्वैर्वाद्यैश्च विविधैः पुनः कनकालङ्कृतं कृत्वा जले गामवतारयेत् सामगाय च सादेया ब्राह्मणाय विशाम्पदे पात्रीमादाय सौवर्णी पञ्चरत्नसमन्वितान् ततो निक्षिप्य मकरान् मत्स्यादींश्चैव सर्वशः धृतां चतुर्भिर्विप्रैश्च वेदवेदाङ्गपारगैः महानदी जलोपेतां दध्यक्षतविभूषिताम् उत्तराभिमुखां न्युब्जां जलमध्येदु कारयेत् आधर्वणेन सुस्नादां पुनर्मायां तथैव च आपोहिष्टेति मन्त्रेण क्षिप्त्वा गत्यजमण्डपं पूजयित्वा सदस्यान्वै बलिं दध्यात् समं ततः पुनर्दिनानि होदव्यं चत्वारि राजसत्तम चतुर्थी कर्म कर्तव्यं देयं तत्रापि शक्रिदः कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ऋत्विग्भ्यस्तु समं दद्यान्मण्डपं विभजेत् पुनः हेमपात्रीं च शय्यां च विप्राय च निवेदयेद् तदसहस्रं विप्राणामधवाष्टशतं तथा भोजनीयं यथाशक्ति पञ्चाशद्वाधविंशतिः एवमेष पुराणेषु तडागविधिरुच्यते कूपवापीषु सर्वासु तथा पुष्करिणीषु च एष एव विधिर्दृष्टप्रतिष्ठासु तथैव च मन्त्रतस्तु विशेषस्य प्रासादोद्यानभूमिषु अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाढ्यविवर्जितैः प्रावृत्काले स्थितं तोयमग्निष्टोमसमं स्मृतं शरत्कालस्थितं यत् स्यात् तदुक्तफलदायकं वाजपेयादिरात्राभ्यां हेमन्दे शिशिरे स्थितम् अश्वमेधसमं प्राहुर्वसन्तसमये स्थितम् ग्रीष्मेऽपि यस्थितं तोयं राजसूयाद्विशिष्यते एतान्महाराजविशेषधर्मान् करोति चोर्व्यामधिशुद्धबुद्धिः स यादि ब्रह्मालयमेव शुद्धकल्पाननेकान्दिवि मोदते च अनेकलोकान् विचरन् स्वरादीन् भुक्त्वा परार्धद्वयमङ्गनाभिः सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे तडागप्रतिष्ठाविधिर्नाम सप्तविंशोऽध्यायः ओम्।